手底下声音那边。喂、哎。 啊。 Those who were not in last class, if they can write Devanagari Lipi, then it is okay. Otherwise, please practice this script. We will start with our today's Subhashit. Subhashit is Shanashah Kanashah Saiva Vidya Martham Cha Sadhaye. Here we will dissolve sandhis, that we will know how to get meaning of the verb. Shanashah Kanashah Cha Eva Vidyam Artham Cha Sadhaye. Here, sadhayet is a verb. That means, should be gained. Should be gained. Namo Namaha Bhagini, who is there? Namo Namaha Bhagini, who is there? Please do keep yourself on mute mode. Ma'am, sadhayet means should be gained, is it? Yes, yes. Okay. That's what I said. That's what I said. Now, what should be gained or what should be obtained? Vidyam tatha cha artham. Vidyam means knowledge. Artham means money. Knowledge and money should be gained. Vidyam tatha cha artham should be gained. Kana kshanashah tatha cha kanashah. Kshana means minute. Kshana means minute. And kana. Kana means actually particle, but we are not going to take the meaning literally. We can say penny by penny, yatha atra likhitamasti minute by minute. So, what the verse is saying is, we have to take effort to gain or to obtain the knowledge minute by minute. Got it? And money, and also we have to take effort to earn money penny by penny, or utilizing each and every resource. But do you know, we can't say this because all resources are not good. So we have to choose correct way to earn money. So today's Subhashiti, Kshanashah Kanashah Chaiva Vidyamartham Cha Sadhaye. You got this? Have you got it? Uttamam. Agre gacchamah. If time spare, we will see this song today. Last time, we have seen how to introduce ourselves. Here, you can see bhavatah and bhavatyaha. Two words we are using for introduction to ask the question who is in front of in front of us. So here, if a person, male is there, then we will ask bhavatah. And if there is a female, then we will ask bhavatyaha. Got this? And you will answer mama nama. As I am saying, mama nama Anjali. Bhavataha nama kim. So someone will say mama nama मम नाम हु इस् देट् भुवनेशः अथवा मम नाम अञ्जलि भवत्याः नाम किम् सो भुवनेश्वरी इति भुवनेश्वरी भगिनी प्लीज़ आन्सर् दिस् क्वेश्चन् मम नाम अञ्जलि भवत्याः नाम किम् मम नाम भुवनेश्वरी वेरि गुड् so like this we have already seen how to introduce ourselves and we will now this is also we know far away here by the size of the hand we will know the hand is telling us far away this the thing or a person when the thing or a person is far away from us then we will say sah and if the thing or person is near by us then we will say eshah far away sah nearby eshah so we have seen pullinga sarvanama shabdah pullingam sarvanama shabdah pronoun masculine sah is for far away eshah is for near and the question word is kah question word is kah so if the thing is thing or a person is far away from us we will ask sah kah or thing is nearby then we will ask eshah kah got this so aduna ekaikam vadatu aham prichhami asha bhagini वदतु सः बालकः सः बालकः उत्तमं सः बालकः द हैंड इज टू लॉन्ग सो दैट मींस द बालक इज फार अवे फ्रॉम अस सो वी आर यूजिंग सः नाउ मुकेश महोदय आन्सर् दिस् क्वेश्चन् सः मार्जरः सः मार्जरः सः कः सः मार्जारः मार्जारः गुड् नौ हु इस् नेक्स्ट् शिल्पा भगिनी आन्सर् दिस् क्वेश्चन् एषः एषः मन्थानः एषः मन्थानः गुड् नौ भुवनेश्वरी भगिनी उत्तरं ददातु एषः कः एषः वैद्यः वेरि गुड् एषः वैद्यः अधुना वदतु सतीश् महोदय उत्तरं ददातु एषः कः एषः दीपः दीपः वेरि गुड् उत्तमम् अधुना कः वदेत् माधवी भगिनी सः कः सः चषकः उत्तमम् उत्तमं भगिनि अधुना वदतु जेन् महोदय वदतु एषः कः एषः पादः पादः करेक्ट् उत्तमम् अधुना कः अस्ति विनू वदतु भवान् भवान् वदति ऐ काण्ट् सी Who is this? Na. I have no full name there. Vinu. Vinu. Please answer this. Vadatu. Vadatu. सः कः सः दर्पणः भवती क्षम्यताम् एकवारं स्वपरिचयं ददातु मम नाम विनुतः विनुतः विनुतः ऐ एम् करेक्ट् विनुतः विनुतः ओके Very for you. Saha kaha, saha darpanaha. Uttamam, uttamam. Adhima, kaha si kiran? श्वः अस्ति तत्र किरण् बस्रूर् किरण् बस्रूर् प्लीज् अन्म्यूट् युर् सेल्फ् अण्ड् आन्सर् दिस् क्वश्चन् किरण् मिनल् भगिनी उत्तरं ददातु इस् इट् मिलन् मिनल् भगिनी मिनल् मिनल् गान्धी मिनल् गान्धी उत्तमम् उत्तमं धन्यवाद अधुना मिलन् भगिनी उत्तरं ददाति वदतु भवती एषः कः एषः आरक्षकः उत्तमम् एषः आरक्षकः आरक्षकः उत्तमम् उत्तमम् अधुना तत्र कोऽपि अस्ति वा यः उत्तरं न दत्तवान् अस्ति एनिबडि इस् देयर् ऐ हेवन्ट् हैड एन ऑपर्चुनिटी कृति प्लीज इंट्रोड्यूस योर सेल्फ माय नेम इज श्रुति श्रुति हां यस अधुना वदतु श्रुति भगिनी सः कः सः चमसः उत्तमम् उत्तमम् अधुना कः अस्ति तत्र यः उत्तरं न दत्तवान् अस्ति दत्तवान् वा दत्तवती अस्ति हू हेज़् नाट् गिवन् आन्सर् येट् प्लीज़् आन्सर् दिस् क्वश्चन् सः कः सः देवालयः भवान् प्लीज् इन्ट्रोड्यूस् युवर् सेल्फ् एष सञ्जीवः सञ्जीव महोदय वेरि गुड् अधुना पश्यतु एषः दन्तकूर्चः अस्माकं कृते नूतनमस्ति टूथ्ब्रश् मीन्स् दन्तकूर्चः दन्तकूर्चः Now, सः दन्तकूर्चः वा एषः दन्तकूर्चः? कः उत्तरं ददाति? सः दन्तकूर्चः सः दन्तकूर्चः उत्तमं सः दन्तकूर्चः ओके वि विल सी नेक्स्ट अधुना वदतु कूर्मः अस्ति कूर्मः सः उत्तरं ददाति आशा भगिनी उत्तरं ददाति सः कः सः कूर्मः उत्तमं आफ्टर् गिविङ्ग् आन्सर् प्लीज़् म्यूट् युर् सेल्फ़् गुड् अधुना पश्यतु वृक्षः अस्ति वृक्षः एषः वृक्षः वदतु कः का आन्सर् ददाति अधुना का अस्ति तत्र भुवनेश्वरी भगिनी अस्तु उत्तमम् धन्यवादः तत्र कोऽपि अन्यूट् मध्ये अस्ति कृपया म्यूट् करोतु प्लीज् म्यूट् युर् सेल् थैंक् यु अधुना पर्यन्तं वयं ये ये शब्दाः ज्ञातवन्तः ते सर्वे अकारान्तः पुल्लिङ्गः शब्दः नौ वटेवर् वि नो यु वर्ड् सिन्स् लास्ट् वीक् आल् आर् अकारान्त एण्डिङ्ग् वित् अ सी वृक्ष end with a so we have seen all pullinga shabdah aduna we will see neuter gender words neuter gender words these are also ends with a only see here vimanam asti main word asti vimana a विमान अ सो न्यूटर जेंडर वर्ड्स आर ऑल्सो एंड विथ अ बट वी कैन सी देम विथ विमानम एंड वी आर गोइंग टू आस्क नाउ फॉर फार अवे थिंग तत् वर्ड विल बी तत् एंड क्वेश्चन वर्ड विल बी किम सो तत् किम तत् विमानं तस्मिन् तत् विमानं गॉट इट आम् उत्तमम् अधुनापि एकैकं वदतु आशा भगिनी प्रारम्भं करोतु तत् किं तत् विमानम् उत्तमं विमानं तत् विमानं See this ma with one glancing line. So that means the ma is not with swara. Here na is with swara. A is there. Na, na plus a means na. But here ma is halanta. What is this? Halanta. This mark is for halanta. So we have to say vimanam. Na vimanam. So here also kim. Here also tat. Tat kim. Tat vimanam. Tat very kim. Good Asha Bhagini. Tat vimanam. Tat kim. Tat vimanam. Adina Joshi Mahodaya asti va tatra. जोशी महोदय अस्ति वा भक्त जोशी अस्तु चित्रा भगिनी अस्ति तत्र चित्रा भगिनी पुस्तकं चित्रा भगिनी कृपया स्वपरिचयं ददातु मम नाम अञ्जलि, भवत्याः नाम किम्? चित्रा भगिनी अस्ति वा? अधुना का उक्तवती? वदतु भुवनेश्वरी भगिनी, वदतु भुवनेश्वरी भुवनेश्वरी भगिनी. आं भगिनी, तत् किं? तत् पुस्तकम्. उत्तमम्. अधुना रघुमहोदय अस्ति वा तत्र? रघुमहोदय, रघुमहोदय अस्ति? लोकयनम् देशपाण्डे महोदय अस्ति वा? देशपाण्डे महोदय, एन् आर् देशपाण्डे. लक्ष्मी भगिनी अस्ति? लक्ष्मी भगिनी अपि नास्ति. हस्मुख् महोदय, किरण् महोदय वदतु, अस्ति वा? किरण् महोदय, किरण् पट्टेगार्, किरण् महोदय. Ma'am, can I answer? Yes, please introduce yourself. Who is answering? I'm Kantimati. Ha, Sat Loka Yanak. Yanam. Loka Yanam. Loka Yanam. Loka Yanam. Very good. Very good. Uttamam. अधुना पश्यतु, अत्र ऐ इस् देर् बट् गिवन् वर्ड्स् आर् टु. नेत्रं नयनं, वन् इस् नेत्रं, सेकेण्ड् इस् नयनं. नौ कान्तिमती भगिनी उत्तरं दत्तवती अस्ति. केल् मुकेश्, केल् मुकेश् महोदय कृपया उत्तरं ददातु. केन् यु हियर् मी? प्लीस् अन्म्यूट् युवर् सेल्फ़्. ही देर् मैक्रोफोन् ऐकान् इस् देर्, प्लीस् क्लिक् आन् देट्. अस्तु, माधवी भगिनी वदतु. तत् किं? तत् नेत्रं, तत् नयनम्. उत्तमम्, उत्तमं भवती, उत्तमम्. अधुना पश्यतु, अधुना अत्र पश्यतु. द थिङ्ग् इस् नियर् बै, देन् वाट् शुड् बि आस्क्ड्? एतत् किम्? एतत् किम्? एतत् व्यजनम्. एतत् किम्? एतत् व्यजनं. कृपया वदतु भवती. एतत् किम्? एतत् व्यजनम्. उत्तमं, माधवी भगिनी न? धन्यवादः माधवी भगिनी. धन्यवादः भगिनी. अधुना पश्यतु, नवीन् महोदय अस्ति वा? नवीन् महोदय, नवीन् महोदय अस्तु. नरेश् महोदय अस्ति? जिन् महोदय उत्तरं ददातु कृपया. एतत् किम्? एतत् ऊरुकम्. ऊरुकम्, ऊरुकम्, ऊरुकम्, उत्तमम्। एतत् किम्? एतत् ऊरुकम्। विजयन् महोदय अस्ति वा? विजयन् महोदय नास्ति चेत् सञ्जीवमहोदय उत्तरं ददातु। सञ्जीवमहोदय एतत् एतत् किम्? एतत् पुष्पम्। तत् किम्? तत् पुष्पम्। पुष्पम्। तत् पुष्पम्। These words are for neuter gender, so pronounce properly pushpam. Pushpam. Ati uttamam, mahodaya. Aduna atrapashyatu. List is there, but three words are given. Patram, paranam, dalam. Main words are patra, parana, dala. But in neuter gender, we will say patram, paranam, dalam. Got it? Now, Gopalakrishnan Mahodaya, Subhabhagini. Subhabhagini, Uttaram Dardatu. सुधा भगिनी उत्तरं ददातु। कैन यू हियर मी सुधा भगिनी? हा उत्तरं ददातु। श्रुति भगिनी उत्तरं ददातु। एतत् किम्? एतत् पत्रम्। एतत् वर्णम्। एतत् दलम्। उत्तमम् उत्तमं भगिनि। अधुना पश्यतु जल जलम्। एतत् किं? जलम्। परन्तु एतत् किम् इति प्रश्नः उचितमस्ति वा? करेक्ट्। इफ् द क्वश्चन् ऐ विल् से एतत् जलम् और् एतत् किम्? एतत् जलम्। इट् इस् ओके और् नाट्? नाट्। देन् वाट् शुड् बि देयर्? देन् वाट् शुड् बि देयर्? तत् किम्? तत् जलम्। उत्तमम्। तत् जलम्। नूतनं कोऽपि अस्ति वा? स्वपरिचयं ददातु कृपया। नूतना वा नूतनः कोऽपि अस्ति तत्र, कृपया स्वपरिचयं ददातु। अस्तु, नूतनं कोऽपि अस्ति वा येन अधुना पर्यन्तम् उत्तरं न दत्तवान् वा दत्तवती अस्ति? तर्हि उत्तरं ददातु कृपया। मम मीनल, एतत् किम्? हा एतत् वाता वातायनम्। एतत् वातायनम्। उत्तमम् उत्तमं भवति। उत्तमम्। अधुना पश्यतु किमस्ति? स्वाती भगिनी अस्ति वा? स्वाती भगिनी, स्वाती भगिनी, वन्दना भगिनी, रवि महोदय कोऽपि अस्ति वा? गोपालकृष्णन् महोदय, एतत् किम्? एतत् द्वारम्। द्वारम्। एतत् द्वारम्। केन कया उत्तरं दत्तवती? कया उत्तरं दत्तं? कया उत्तरं दत्तं? प्लीज़ इन्ट्रोड्यूस् युवर् सेल्फ्। मम नाम कान्तिमती। ओके कान्तिमती भगिनी, अधुना पश्यतु सञ्जीव महोदय उत्तरं ददातु. सञ्जीव महोदय उत्तरं ददातु. एतत् किम्? एतत् नगरम्. एतत् नगरम्. उत्तमम् उत्तमं भवान् उत्तमम्. ओके ओके किरण महोदय ओके ओके अधुना वी विल सी नेक्स्ट नेक्स्ट पिक्चर वी विल सी नेक्स्ट पिक्चर किमस्ति अधुना किमस्ति कोऽपि उत्तरं ददाति सतीश महोदय उत्तरं ददातु तत् किम् तत् सेवफलम् सेवफलम् उत्तमं तत् सेवफलम् तर्हि अत्र फलं फल इस् द मेन् वर्ड् फल एण्डिङ्ग् वित् अ एण्ड् इन् न्यूटर् जेण्डर् वि विल् से फलं सो इट् एन् एव्रि फ्रूट् वि केन् से इट्स् नेम् एण्ड् फलं सो वि विल् सी नेक्स्ट् अधुना पश्यते किमस्ति अत्र द्राक्षाफलम् द्राक्षाफलं श्रुति भगिनी उत्तरं ददातु द्राक्षाफलम् एतत् द्राक्षाफलम् उत्तमम् अधुना पश्यतु सुधा भगिनी Yes. I just wanted to know if we add ma in all the neuter gender. Yes, ma in all neuter gender. Oh. So, phala, phala is with a. So, we are going to add naranga phalam. Okay. Vadatu bhavati, uttaram dadatu kripaya. उत्तरं ददातु कृपया हा सत्यं सत्यं सत्यं तत् नारङ्गफलम् अधुना पश्यतु किं फलमस्ति अत्र कदलीफलं कदलीफलं किं कदलीफलम् उत्तमम् उत्तमम् माधवी भगिनी उत्तरं ददातु आम् एतत् किम् एक आम्रफलम् आम्रफलम् एतत् किम् एतत् आम्रफलम् अधुना पश्यतु किमस्ति अत्र भोजनम् अस्ति अत्र भोजनम् अस्ति तर्हि कः प्रश्नः भवति तत् किं वा एतत् किं तत् किम् उत्तरम् उत्तरं ददातु भोजनम् उत्तमम् उत्तमं भवति धन्यवादः धन्यवादः अधुना पश्यतु मिनल् भगिनी उत्तरं ददातु मिनल् भगिनी उत्तरं ददातु आम् एतत् किम् एतत् पयोहिमम् एतत् पयोहिमम् ऐस्क्रीम् एतत् पयोहिमं भवनेश महोदय वदतु भवान् तत् किं फेनकं तत् फेनकम् उत्तमम् उत्तमम् अधुना पश्यतु अत्र किमस्ति नाणकं किमस्ति नाणकं कोयिन् अधुना प्रश्नः कः भवेत् प्रश्नः कः भवेत् एतत् किं वा तत् किम् एतत् किम् एतत् किम् एतत् किम् एतत् नाणकम् एतत् किम् एतत् किम् एतत् नाणकम् एतत् नाणकम् कान्तिमती भगिनी उत्तरं ददातु कान्तिमती भगिनी कृपया उत्तरं ददातु तत् उपनेत्रम् तत् उपनेत्रम् उत्तमम् उत्तमं भवति तत् उपनेत्रम् अधुना पश्यतु एतत् किमस्ति भोजनगृहं भोजनं तु दृष्टवन्तः वयम् अधुना किमस्ति एतत् भोजनगृहं गृहं तर्हि भोजनगृहं पश्यतु क्वश्चन् प्रश्नः कः भवेत् वदतु भवती तत् किं तत् भोजनं तत् किं तत् भोजनम् अधुना भुवनेश्वरी भगिनी उत्तरं ददातु तत् किं तत् चरणम् उत्तमम् उत्तमं भगिनी अस्तु जि अधुना पश्यतु एतत् किम् अस्ति पेषकम् एतत् किं पेषकम् तर्हि प्रश्नः कः भवेत् एतत् किं वा सः तत् किम् एतत् किं वा तत् किं तत् किम् उत्तमं तत् किं तत् किम् उत्तरं ददातु तत् पेषकं तत् पेषकम् उत्तमम् उत्तमम् अधुना मेडम् पेषकं मीन्स् वाट् इस् द मीनिङ्ग् आफ् पेषकं ग्रैण्डिङ्ग् मशीन् यस् यस् ग्रैण्डिङ्ग् मशीन् दट् वै ऐ एम् आस्किङ्ग् हू इस् देयर् मम मिलन् धोप्ले मम नाम मिलन् धोप्ले उत्तमम् उत्तमं भगिनि उत्तमम् उत्तरमपि दत्तवती उत्तमं ग्रैण्डिङ्ग् मशीन् अधुना पश्यतु मिलन् भगिनि मिनल् भगिनि वा मिलन् भगिनि मिलन् भगिनि मिलन् उदग्रयानं किमस्ति तत् उदग्रयानम् उदग्रयानं तत् किम् उदग्रयानं हेलिकाप्टर् उदग्रयानम् उत्तमम् उत्तमं भवति अधुना पश्यतु प्रश्नः कः भवेत् एतत् किं वा तत् किम् एतत् किम् एतत् किम् उत्तमम् उत्तमम् एतत् किमस्ति गृहमस्ति एकवारम् एकप्रश्नमहं प्रष्टुम् इच्छामि भवन्तः सर्वे जानन्ति अहं किं वक्तुम् इच्छामि संस्कृतेन अहं यद्यत् अधुना उक्तवती अस्मि भवन्तः सर्वे ज्ञातवन्तः आं वा न? अथवा अहम् आङ्ग्लभाषा मध्ये वदामि? कोऽपि प्रश्नः अस्ति चेत् पृच्छतु। आङ्ग्लभाषा मध्ये वदामि संस्कृतेन चलति न? उत्तमम् उत्तमं भवति। अधुना अत्र पश्यतु किमस्ति मिश्रकं, किमस्ति मिश्रकं, मिक्सर् मिश्रकम् इति वर्ड् मिश्रकं। तर्हि तत् मिश्रकं वा एतत् मिश्रकम्? एतत् मिश्रकम्। एतत् मिश्रकम् उत्तमम् उत्तमम्। अधुना आशा भगिनी वदतु, पश्यतु किमस्ति? व्याघरणं, किमस्ति तत्? व्याघरणम्। व्याघरणम्, you can guess what is it? Salt and pepper. Yes, correct. Vyagharanam. Etat kit, etat vyagharanam. Adhima pashyatu. Kaha uttaram dadati? Ekavaram aham adhima prichami. Hasmukh mahodaya asti vatatra. मुकेश महोदय अधुनापि भवन्तः भवन्तम् अहं श्रोतुं न शक्नोमि इति चिन्तयामि। एकवारं प्रयत्नं करोतु भवान्, अन्म्यूट् करोतु मुकेश महोदय, एकवारम् अन्म्यूट् करोतु, पश्यतु तत्र मैक्रोफोन् ऐकान् अस्ति तत्र। अस्तु माधवी भगिनी उत्तरं ददातु। माधवी भगिनी आं भगिनि, तत् किं? तत् युतकं। तत् युतकं, युतकं, तत् युतकं, युतकम्। अधुना पश्यतु किम् अस्ति? दन्तफेनकम्। दन्तफेनकं, तुप्पे, दन्तफेनकं। दन्तफेनकं किम्? एतत् किम्? एतत् दन्तफेनकम्। उत्तमं भवति, दन्तफेनकम्। एतत् किम्? एतत् दन्तफेनकम्। अधुना पश्यतु तत् किम्? तत् रेल्यानम्। धन्यवादः भगिनि। अधुना पश्यतु पुनरेकवारं जीन् महोदय उत्तरं ददातु कृपया। जीन् महोदय, जिन् महोदय उत्तरं ददातु, उत्तरं ददातु। उत्तरं ददातु श्रुति भगिनी, उत्तरं ददातु। एतत् किम्? एतत् वनम्। उत्तमम् उत्तमम्। अधुना सतीश् महोदय उत्तरं ददातु। तत् किम्? तत् कङ्कतम्। उत्तमं, तत् किं? तत् कङ्कतम्। अधुना सञ्जीव महोदय उत्तरं ददातु. एतत् किम्? एतत् कण्डकम्. कङ्कणं. कङ्कणं. कङ्कणम्. एतत् कङ्कणम्. उत्तमम् उत्तमं. कङ्कणम् अधुना वदतु किमस्ति अत्र. सञ्जीव महोदय किमस्ति अत्र? तत् किं? तत् पत्रम्. उत्तमम् अति उत्तमं. तत् किं? तत् पत्रं. धन्यवादः महोदय. जुबीन् शर्मा, कृतिका शर्मा, कोऽपि अस्ति वा? सुधा भगिनी उत्तरं ददातु. साईरा मैडम, आई हैव अ क्वेश्चन. पत्रम इज एनवेलोप एंड पत्रम इज लीफ आल्सो. अत्र मीन्स हियर, तत्र मीन्स देयर. नो नो, जस्ट नाउ यू शोड एन एनवेलोप, अ प्रीवियस स्लाइड मैम. पत्रम एनवेलोप एंड पत्रम इज लीफ. आ आ आ आ आ पत्रम. या नो एनवेलोप. No envelope. Patram. Etat patram. Envelope. Both is same. Yet. Same word, na? No, no. No, there are two different words. Atra, envelope is there, parantu, for envelope, Siddhana patram. Iti shabdamasti. But here it is written patram. Yes, we can guess very easily. That's why the picture is for, picture is of envelope. Okay. Thank you. Saira. Adhuna vadatu, Sudha vadini, Kripaya vadatu. Kimasti etat? सुधा भगिनी जीन् महोदय उत्तरं ददातु कृपया. भवनेश भाई उत्तरं ददातु. एतत् किम्? एतत् सङ्गणकम्. एतत् सङ्गणकम्. एतत् सङ्गणकम्. एतत् सङ्गणकम्. उत्तमं. धन्यवादः. अधुना पश्यतु, अधुना पर्यन्तं वयम् अकारान्त पुल्लिङ्गशब्दाः दृष्टवन्तः. वी हेव् सीन् आल्रेडि एण्डिङ्ग् अ मास्कुलैन् वर्ड् एण्ड् नौ वी हेव् सीन् न्यूट्रल् जेण्डर् वर्ड्स् आल्सो. अधुना we will go, we will proceed with body part. See here, what is this? Vadanam. Face. Vadanam, face. See, for face, two words are there, vadanam tatha cha mukham. So mastakam, head, mastakam. Anantaram keshah, hair. Lalatam, that means forehead. Bruhu, that means eyebrow. Netram, we have seen this word, netram. Second word for eye? Nayanam. Word for eye, netram, nayanam. Nayanam. Adhuna, ashatu atra, ear, karanaha. Ekat mukham. Mukham. And this is griva. This is Griva, neck. Excuse me, madam. Why don't we say karanam? Yes. Why don't we say karanam? Why should we say karanam? Karana. It is karana. Karana, masculine word. And that's why it is karana. Okay. Now see, chick. That is kapolaha. Nose, that is nasika. Now, Asha Bhagini, vadatu, say, vadanam mukham, vadatu. Vadanam mukham. Yes, that means say. Adhima Pashitu, atrakimasti. Ma'am, I have a question. So mukham is also face, and mukham is also mouth? What? Yes. Mukham is also face and mukham is also mouth. Okay. So, very good question. So, vadanam is also mukham. But for the face, we will use vadanam and mukham. Very good question. Thank you. Adhuna vadatu, Milad Bhagini, adhuna vadatu. Sairam, ma'am. What is this? Yes, madam. Vadatu, keshaha vadatu. Vadanam, mukham. Vadanam, mukham, anantaram. Can you see? Keshaha, hair. Keshaha. Anantaram ki vati atra? Lalatam, a forehead. Lalatam means forehead. Aduna, uttamam. Aduna Bhuvaneshwari Bhagini vadatu. Bru, eyebrows. Bruhu. What is it? Bruhu. Please repeat. Bruhu. Bruhu, eyebrow. Eyebrow. Bruhu. Word is feminine, word is in feminine gender. So we have to say Esha Bruhu. Esha Bruhu. Esha Bruhu. Adhuna Pashatu, etat kimasti? Netram. Netram. I. Asha Bhagini Uttavati va? Minal Bhagini. Karana, ear. But here they are saying only one ear, not both. Not both eyes. Mukham. Vadatu? Mukham. Next. Griva. Vadatu? Griva. Bhavanesh Bhai, vadatu? Griva. Bhavanesh Mahodaya, vadatu? Bhavanesh, Kimbukam. Vadatu. Etat kim? Kimbukam. Pashatu atre. Kibukam. Chin. Kibukam, sorry. Kibukam. Etat kim asti vadatu? See this? Kapolaha. Kapolaha. Chik. Kapolaha means? Chik. Kanti mati bhagini vadatu? Kanti mati bhagini? Nasika. Now homework, you have to do homework. All these words. So we will proceed next. Adhuna Madhavi Bhagini. Prathamam Shrunotu Anantaram वदतु अधुना पश्यतु माउत् मुखं मुखे के के अवयवाः सन्ति दन्तः अस्ति तत्र जिह्वा अस्ति ओष्ठौ अस्ति द्वौ ओष्ठौ अस्ति परन्तु लोर् लिप् मीन्स् अधरः लोर् लिप् मीन्स् अधरः सो वदतु भवती माधवी भगिनी मुखे माउत् मुखं माउत् मुखे दन्तः अस्ति दन्तः दन्तः अस्ति एकः एव अत्र एकः एव दन्तः नाम एकः एव दन्तः परन्तु देर् आर् 32 सो दन्ताः दन्ताः अधुना एका एव टन् अस्ति तत्र तर्हि पश्यतु किमस्ति अत्र जिह्वा अस्ति जिह्वा टङ्ग् जिह्वा टङ्ग् उत्तम अनन्तरं जीन् महोदय जीन् महोदय वदतु अधरः अधरः अधरः मीन्स् लोवर् लिप् लिप् अधरः अधरः मीन्स् लोवर् लिप् ओन्लि लोवर् लिप् फार् ओन्लि लोवर् लिप् द वर्ड् इस् अधरः एण्ड् फार् बोथ् लिप् वि केन् से ओष्ठौ एतौ ओष्ठौ एतौ ओष्ठौ वदतु भवान् ओष्ठौ उत्तमं मैम् वाट् इस् फार् अप्पर् लिप् अप्पर् लिप् वाट् डू यू काल् देर् इस् नो स्पेशल् नेम् फार् अप्पर् लिप् बट् देर् इस् स्पेशल् नेम् फार् लोवर् लिप् ओके वी केन् सी मेनि टैम्स् इन् द लिटरेचर् संस्कृत लिटरेचर् the word adhara we can see many times okay now pashyatu atra one question question if we have to say for one upper lip we say oshtho or oshtha oshtah oshtah one lip is oshtah oshtah one lip is there then you have to say oshtha for both lips we are going to say oshtho oshtho oshtho but for lower lip we are going to say adhara ha very good question adhuna atra pachyatu for body two words are given deha and shariram but देहः इस् एण्डिङ्ग् वित् अ एण्ड् मेक्सिमैन् वर्ब् शरीर इस् एण्डिङ्ग् वित् अ एण्ड् न्यूटर् जेण्डर् वर्ब् बट् देयर् इस् अनदर् वर्ड् विच् इस् इन् फेमिनैन् जेण्डर् काया सो फार् बाडी वी हेव् त्री डिफ्रेण्ट् वर्ड्स् इन् त्री डिफ्रेण्ट् जेण्डर् देहः शरीरं तथा काया हस्तः अस्ति अत्र पश्यतु हस्तः अस्ति करमूलं करमूलं दट् मीन्स् रिस् अत्र वि कान्ट् सी प्रापर्ली हियर् बट् हिज् रैट् हेण्ड् वि केन् सी हियर् करमूलं मीन्स् रिस् बाहुः आर्म् बाहुः आर्म् अनन्तरम् उदरम् उदरं मीन्स् स्टमक् स्टमक् नाभिः नाभिः बेलि बटन् नेवल् बेलि बटन् नाभिः वेस्ट् वेस्ट् कटिः चेस्ट् वक्षस्थलम् shoulder स्कन्धः एल्बो कूर्परः दिव्या भगिनी प्रारम्भं करोतु अधुना बाडी शब्दस्य कृते संस्कृतभाषायां के के शब्दाः सन्ति अत्र दत्तमस्ति दिव्या भगिनी देहे अस्ति हस्तः एतत् हस्तः आ ओ उच्चैः वदतु आई कांट हियर हस्तः हस्तः हा अनन्तरं हा अनन्तरं वदतु भवती उत्तमं सञ्जीव महोदय अधुना वदतु बाहुः बाहुः बाहुः वदतु एषः बाहुः एषः बाहुः अनन्तरम् अत्र पश्यतु किमस्ति अत्र उदरम् उत्तमम् उदरम् उदरं मीन् उदरं मीन् स्टमक् स्टमक् सतीश् महोदय सतीश् महोदय वदतु नाभिः एषा नाभिः उत्तमम् एषा नाभिः नाभिः मीन् बेलि बटन् बेलि बटन् उत्तमम् एतत् किम् अस्ति अत्र किमस्ति वदतु एषा कटिः एषा कटिः उत्तमं धन्यवादः महोदय जीन् महोदय धन्यवादः वदतु जीन् महोदय वदतु एतत् वक्षस्थलम् उत्तमं भवान् वक्षस्थलम् एतत् वक्षस्थलम् अधुना वदतु किमस्ति किमस्ति स्कन्धः स्कन्धः स्कन्धः वदतु भवान् स्कन्धः अस्तु श्रुति भगिनी वदतु श्रुति भगिनी कूर्परः कूर्परः उत्तमं कूर्परः मीन्स् एल्बो एल्बो अस्तु अग्रे गच्छामः अधुना पश्यतु किमस्ति अत्र हेण्ड् हस्तः किमस्ति हस्तः अत्र नखानि अस्ति पञ्चनखानि सन्ति किमस्ति अत्र नखम् एतत् किम् अङ्गुली एतत् किम् अङ्गुली अङ्गुली सुधा भगिनी वदतु सुधा भगिनी वदतु सुधा भगिनी श्रोतुं शक्नोति वा केन् यु हियर् मी सुधा भगिनी हस्तः सुधा भगिनी नास्ति अनुराधा भगिनी अस्ति वा अनुराधा भगिनी मिलन् भगिनी वदतु सैनं यस् नखं यस् वदतु अङ्गुली इस् फिङ्गर् कोऽपि ध्वनिः अस्ति म्यूट् करोतु कृपया Saira? Nakham anguli. Milan Bhagini. Nakham, nail. And anguli is finger. Finger. Very good. Very good. Aduna Pashtatu. We have seen Padaho. Eshaha Padaho. Saha Padaho. Anantaram, we have already seen Charanam. Charanam api. Aduna Pashtatu. What is the difference between Padaho and Charanam? This is Padaho. But Charanam means foot. Foot. Okay. Padaha is left. So, foot. So, okay. Asha Bhagini, Adhima Uttaram Dadati, Pashati, Pashatu Atra. Kimasti Ekatim Uruhu. Eshah Uruhu. Uruhu. हा उ दीर्घ अस्ति किल तर्हि ऊरुः थाय् ऊरुः एषः ऊरुः एषः ऊरुः उत्तमम् अधुना एतदपि वदतु एतत् किम् एतत् जानु जानु एतत् जानु जानु मीन्स् नी जानु मीन्स् नी नी नी भुवनेश्वरी भगिनी वदतु अधुना किमस्ति अत्र अनन्तरं वदतु एतत् किमस्ति किं लिखितमस्ति अत्र अनन्तरं वदतु चरणं पठतु भवती उत्तमम् उत्तमं कान्ति भगिनी यस् जि कान्ति भगिनी अधुना वदतु एतत् किम् अस्ति एतत् एतत् अस्ति अस्ति अस्ति बोल् एतत् किमस्ति अस्ति अस्ति अनन्तरं वदतु बोल् एतत् वदतु किमस्ति कपालः एषः कः कपालः कपालः मीन्स् कल् कपालः मीन्स् किं कल् कल् कल् अधुना वदन्तु सर्वे अञ्जलि भगिनी ऐ हेव् वन् क्वश्चन् इन् हिन्दी वेन् वी से जङ्घा वी मीन्स् थाय् एण्ड् वेन् वी से घुटना वी से फार् नी यस् यस् जानी अत्र डिफ्रेण्ट् वर्ड्स् अस्ति पश्यतु अत्र जङ्घा मीन्स् काफ् इन् हिन्दी वी से जङ्घा फार् थै यस् यस् Yes, yes. Very good question. I am waiting for that. Uttamam. Dhanyavaad. Ma'am, kapolaha... Aduna pashyatu. Kim vadati bhavati? Shilpa. Kapolaha... Shilpa bhagini vadati. Kapolaha means cheek. And kapalaha means kapolaha yes yes yes yes kapolaha means stick kapalaha means skull if we make mistake to write the word for stick kapalaha then what will happen kapal is correct what kapalaha means skull Cheek. Good. अधुना पश्यतु शिल्पा भगिनी वदतु. हृदयं हृदयं हार्ट् अधुना वदतु कण्ठः थ्रोट् कण्ठः थ्रोट् मस्तिष्कं किमस्ति अत्र मस्तिष्कं मस्तिष्कं मस्तिष्कं मीन्स् ब्रेन् मस्तिष्कं मीन्स् ब्रेन् कण्ठः मीन्स् थ्रोट् हृदयं मीन्स् हार्ट् वि हेव् आल्रेडि सीन् आल् दीस् वर्ड्स् सी प्रोनौन्स् मेस्कुलिन् प्रोनौन्स् वि हेव् सीन् सः फार् फार् फार् अवे एषः फार् नियर् बै कः देट् मीन्स् हि दिस् वन् इस् मेस्कुलिन् वर्ड् सो वि हेव् आल्रेडि सीन् न्यूटन् जेण्डर् प्रोनौन् तत् फार् फार् अवे एतत् फार् nearby kim means which so tat is etat tat means that etat means this likewise saha means he esah means also he but who is nearby so अधुना ऐ थिङ्क् टैम् इस् अप् सो वि विल् शान्तिमन्त्रं वि विल् से शान्तिमन्त्रम् एण्ड् वि विल् स्टाप् अवर् रेकार्डिङ्ग् ऐ विल् से ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे राणि पश्यन्तु मा कश्चित् I'm only now stop recording.